अस्तु, नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. प्रवृत्तमानविषयः अस्ति नुमागमः इति. तत्र वयम् इदितो नुम् धातोः इति सूत्रं दृष्टवन्तः. यदा धातोः ह्रस्व इकारः इत् संज्ञकः तदा नुम् आगमः भवति इति दृष्टवन्तः. नुम् इति यत् आगमः तत् मित् अस्ति, मकारस्य इत्संज्ञा यस्य सः मित्. इदानीं प्रश्नः उदेति नुम् कुत्र आगच्छति इति. तत्र एव मृदच्छोन्त्यात् परः इति परिभाषासूत्रं वयं दृष्टवन्तः. तत् आगत्य वदति यत् आगमः मित् अस्ति तत् अन्त्यात् अचः परः आगच्छति इति एतत् परिभाषासूत्रं वदति. सूत्रम् अद्य पुनः पठामः, यतोहि महोदयेन किञ्चित् समीकृतवान्, किञ्चित् योजितवान् अपि. अस्माकं धातुविज्ञानं द्वितीयम् इति जालपुटे यदा रिफ्रेश् करोति चेत् सूत्रं पुनः नूतनसूत्रम् आगच्छति. आम्, स्वागतं महोदय. किञ्चित् तद् अस्माकं पेज् रिफ्रेश् करोतु. तत्र मिदचोन्त्यात् परः इति सूत्रं प्रति गच्छतु. एकवारं पुनः पठामः, पूर्णतया परिशीलयामः, अनन्तरम् अग्रे सरामः. तस्मात् पूर्वम् आगमः आदेशयोः भेदः कः इति मनसि भवति चेत् वरम्. आदेशः इत्युक्ते कस्यचित् स्थाने भवति. यदा वयं अस्माकं परिचितसूत्रम् इको यणचि इति अस्ति, तत्र इकः स्थाने यण् आदेशः भवति इति आगच्छति. एचो यवायावः इति एकं सूत्रं वयं दृष्टवन्तः. तत्र एचः स्थाने ऐ आव् इति आदेशः भवति. आदेशः भिन्नः, आगमः भिन्नः. शत्रुवत् आदेशः, मित्रवत् आगमः इति वयं पूर्वमपि दृष्टवन्तः. आगमः स्थानिना सह एव विधीयते. तत् कथम् इति वयम् इदानीं पश्यामः. मिदचोन्त्यात् परः इति सूत्रस्य परिशीलनसमये वयं पश्यामः स्थानिना सह कथम् आगच्छति इति वयं पश्यामः. प्राप्तं वा तत् सूत्रम् इदानीं मिदचोन्त्यात् परः इति? आं भगिनि, आं भगिनि. आम्, उत्तमम्. अमित्राव् महोदय, भवान् एव आरम्भं करोतु महोदय. अस्तु भगिनि. मिदचोन्त्यात् परः. आं, स्वागतं प्रिया भगिनि. आम् वदतु महोदय. मिदचोन्त्यात् परः 1147. यः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति. अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवो भवति. म इत् यस्य सः मित् बहुव्रीहि. मित् प्रथमान्तम्, अचः षष्ट्यन्तम्, अन्त्यात् पञ्चम्यन्तं, परः प्रथमान्तम्. अनेकपदम् इदं सूत्रम्. आद्यन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः. अस्मिन् सूत्रे अचः षष्टिविभक्तौ, अचः अन्त्यात् इत्यस्य अर्थः निर्धारणं, नाम सर्वेषु स्वरेषु अन्तिमः तस्मात्. अत्र अचः एकवचने यतोहि अनेन अच्जातिः इति इष्टम्. आशयः बहुवचनं, निर्धारणसप्तमी, बहुषु एकम्. जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् जाति आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्यां तर्हि अचः एकवचने चेदपि सार्वत्रिक बहुवचनार्थकः इत्थञ्च षष्टिविभक्तेः अर्थः स्थाने इति न षष्टिस्थाने योग इति सामान्यम् इदं सूत्रं विशेषः अनुवृत्तिसहितसूत्रं मित् अचः अन्त्यात् परः अन्तः वदतु महोदय मिदचोन्त्यात् परः इति सूत्रम् अनुवृत्तिसहितसूत्रमस्ति मित् अचः अन्त्यात् परः अन्तः इत्युक्ते धातोः अन्तिम अचः अनन्तरं अन्तिम अच्छ अनन्तरं नुमागम भवति इति आगमः भवति इति आगमः भवति तत्र अन्त्यात् अचः परः अच इति षष्टिविभक्ति अस्ति तत्र स्थानीयोग स्थानी न सूचयति केवलं लौकिकः अस्ति तत्र स्थानिना सह इति अर्थे आगच्छति अस्तु तत्र यत् अच् इति जातिः तद् अवगतवान् वा किम् अस्ति इति आम् अच् इति प्रत्याहारः अस्ति सर्वे स्वराः समाविष्टात् सर्वेश्वरः महोदय क्षम्यतां कुत्र वयं स्मः मिदचोन्त्यात् परः आम् आं स्वागतं महोदय मिदचोन्त्यात् परः इति सूत्रं वयं पुनः पठामः पेज् किञ्चित् आं करपत्रात् एव किञ्चित् पेज् रिफ्रेश् करोति चेत् तत्र नूतनसूत्रं नूतनम् इति न किञ्चित् समीकृतवान् जात्याख्यायामेकस्मिन् बहुवचनम् अन्यतरस्याम् इति नूतनं स्थापितवान् मन्ये तस्य को अर्थ स्पष्टं न भवेत् वदामि अहं वदामि तत्र यदा वयम् अचः इति प्रथमं वयं एतद् भागः स्वीकृत्य अवगन्तव्यम् अचः षष्टिविभक्तौ अस्ति अचः अन्त्यात् इति अर्थनिर्धारणं सर्वेषु स्वरेषु अन्तिमः तस्मात् इति प्रथमं तद् अस्ति अनन्तरम् अचः इति यद्यपि तद् एकवचने किमर्थम् एकवचने अचः इति अस्ति अच् इत्येव एकवचनं किल अचः इति किमर्थम् एकवचने इत्युक्ते तद् जातिः सूचयति समानानां धर्मः जातिः इति वयं जानीमः तत्र अत्र अचः इत्युक्ते सर्वे अच्वर्णाः सर्वे स्वराः अतः एकवचनम् एकवचने इति वयं स्वीकुर्मः यद्यपि आशयः अस्ति बहुवचनम् इति सर्वे स्वराः तत्र अस्ति बहुषु एकं निर्धारणसप्तमी बहुषु एकम् इत्युक्ते बहुषु इत्युक्ते बहुवचनमेव, परन्तु जातिः इति कृत्वा एकवचने तस्य स्वीकरणम् अत्र अस्मिन् सूत्रे अस्ति. तदेव दत्तमस्ति, अतः एकवचने चेदपि सार्वत्रिकबहुवचनार्थः. सार्वत्रिकबहुवचनार्थः इत्युक्ते सर्वे स्वराः तत्र अन्तर्भूताः, अतः बहुवचनार्थकः एव अस्ति इति प्रथमं. तत्र अनन्तरं सर्वदा वयं पश्यामः षष्ठीविभक्तिः इत्युक्ते स्थानि इति, यदा इको यणसि इत्यत्रापि वयं दृष्टवन्तः इकः स्थाने यण् आदेशः भवति इति. परन्तु अत्र अचः स्थाने किमपि न आगच्छति, अचः अन्त्यात् परः एव अस्माकं कार्यमस्ति. अतः एतत् सूत्रम् अपवादसूत्रम् इति अपि वक्तुं शक्नुमः. सामान्यसूत्रमस्ति षष्ठीस्थाने योग, एतत् मिथचोन्त्यात् परः इति विशेषसूत्रमस्ति. अत्र स्थाने कार्यं न भवति, स्थानिनः सः अन्तिम अवयवो भवति इति यत्किमपि दत्तम् अस्ति तद् सूचयति एतत् सूत्रम्. अवगतं वा तत्र? अवगतम्. रघुपतिमहोदय म्यूट् करोति वा? बहु ध्वनिः आगच्छति भगिनि. एकम् उदाहरणं दत्तम्, उदाहरणम् अग्रे आगच्छति महोदय, यद् वयं पठामः अग्रे आगच्छति. यदा वयं तत्र आम् आम् आम् निद् इति धातुः, निद् इति उपरि अस्ति किल, नूनः इति सूत्रम्, अनन्तरं निद् इति धातुः इति आगच्छति. तत्र नकारः मध्ये आगच्छति. कथम् आगच्छति? नुम् आगमः मित् अस्ति, अतः अन्तिमस्वरात् परे आगच्छति इति. तदग्रे अपि उदाहरणं सर्वम् अस्ति. एतदेव न किल महोदय, अन्तिमस्वरात् परः इति कथं स्थानी भवति? इकः स्थाने यण् आगच्छति, कस्मिन्नपि स्थाने न. परः आगच्छति, अतः एव तद् भिन्नम् अस्ति. आम्, आदेश आगमयोः भेदः अवगन्तव्यः, तद् मनसि भवेत् सर्वदा. आदेशः भिन्नम्, आगमः भिन्नम्. षष्टिस्थाने योग आदेशसमये एव कार्यं करोति, तस्य परिभाषासूत्रं तस्मिन् समये एव आगच्छति. यद्वयं वदामः षष्टि इत्युक्ते स्थानम् इत्यस्य सूत्रमेव एतदस्ति, षष्टिस्थाने योग. एतत् सूत्रं वयम् इदानीं पर्यन्तं न परिशीलितवन्तः. षष्टिस्थाने योग सूत्रं वदति, षष्टि विभक्तिपदमस्ति चेत् तत् स्थानं सूचयति इति एतत् सूत्रमेव वदति. तदपि तावदेव अत्र अस्ति, किमपि अन्यद् नास्ति. अग्रे सरामः वा? मित् इति केवल आगम अस्ति वा, आदेशे न भवति वा? न न न न भवति. मित् तित् कित् आगमः विषये एव. अस्तु भगिनि, पुनः पृच्छामि, नुम् आगमः, तत्र नुम् अन्ते मकारः अस्ति, अतः मित् आगमः इति वदामः खलु? आम् आम्, तस्य नामकरणम्. आम्, तर्हि किमपि भवितुम् अर्हति, केवलं नुम् एव न, किमपि रुदादिगणस्य विकरणप्रत्ययः कः? ओ रुदादि, रुदादिगणं विस्मरामि भगिनि. शम् आम् आम् आम्, तद् मध्ये एव आगच्छति किल? तदपि अस्तु. मध्ये इति न वदामः, तद् व्याकरणरीत्या सम्यक् नास्ति. अन्त्यात् अचः परः इत्येव समीचीनम् अस्ति. यदा आद्यन्तौ टकितौ इति सूत्रे वयं वक्तुं शक्नुमः, धातोः पूर्वं वा अन्ते वा आदिमः वर्णः वा भवितुं शक्नोति इति. परन्तु मितचोन्त्यात् परः वयं वक्तुं न शक्नुमः मध्ये इति, अन्त्यात् अचः परः इति वदामः चेदेव समीचीनम्. अस्तु अस्तु, अग्रे सरामः. नश्च पदान्तस्य जलि वयं दृष्टवन्तः गते सप्ताहे, तत्र अपदान्तस्य नकारमकारस्य स्थाने अनुस्वार आदेशः भवति जलीपरे इति दृष्टवन्तः. जल् प्रत्याहारे के के वर्णाः इति मनसि भवेत्. प्रथम द्वितीय तृतीय चतुर्थवर्णाः अपि च षषः इति वर्णाः अन्तर्भूताः. तत्र नकारस्य मकारस्य स्थाने अनुस्वार आदेशः भवति. के कीदृशनकारमकारः इत्युक्ते अपदान्तनकारमकारः. पदस्य अन्ते अस्ति चेत् पदान्तः, पदस्य अन्ते नास्ति चेत् अपदान्तः इति मनसि भवेत्. तदपि मुख्यमस्ति. तत्र एव अहम् उक्तवती सुप्तिङन्तं पदम् इति पदस्य लक्षणमस्ति. यत् सुब् वा सुबन्तं वा तिङन्तं वा नास्ति चेत् तस्य अन्ते भवति चेत् अपदान्तः इति तस्य नामकरणम्. पदस्य अन्ते नास्ति चिन्ता. पदस्य अन्ते इत्युक्ते पदस्य अन्तः इत्युक्ते पदान्तः. यत् पदस्य अन्ते यद् नास्ति तद् अपदान्तः, न पदान्तः, नै तत्पुरुषः, तत्र अपदान्तः. अपदान्तः. पदम् इत्युक्ते किम् इति प्रथमं सुबन्तं वा तिङन्तं वा पदं, तद् नास्ति चेत् पदं नास्ति. तस्य अन्तं पदस्य अन्तम् अपद. अस्तु, तद् मुख्यमस्ति तत्र. पदं नास्ति परन्तु अन्ते एव. आम्, उत्तमम्. अनुस्वारस्य ययि परसवर्णः अपि वयं दृष्टवन्तः गते सप्ताहे. इदानीं यदा नश्चापदान्तस्य सूत्रस्य प्रसक्तिः भवति, अनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रस्यापि प्रसक्तिः अस्ति. इत्युक्ते यदा अनुस्वारस्य स्थाने परसवर्ण आदेशः भवति, कदा भवति? निमित्तमस्ति ययि परे इति. यै प्रत्याहारे के षषः वर्णान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः. एतदपि स्मर्तव्यं, षषः इति वर्णाः जल् प्रत्याहारे अन्तर्भूताः अस्ति, परन्तु यै प्रत्याहारे एतान् वर्जयित्वा सर्वे हल् वर्णाः अस्ति. अतः किं भवति यदा षषः इत्यस्य स्थाने अनुस्वारादेशः भवति चेत् किं भवति इत्यपि अद्य वयं परिशीलयिष्यामः. तदेव तत्र अस्ति. तद् तावत्पर्यन्तं वयं दृष्टवन्तः. परसवर्णः इत्युक्ते किम् इति अपि दृष्टवन्तः. तद् तस्मात् अद्य पठामः. विजया भगिनी पठति वा? अस्ति वा भगिनि? अनुस्वारस्य ययि परसवर्णः, न परसवर्णः इति भागः स्वीकरोतु भगिनि. अनुस्वारस्य ययि परसवर्णः तस्मात् अग्रे. अस्तु भगिनि. परसवर्णः इत्युक्ते अनुस्वारोत्तर यः वर्णः तस्य सवर्णः. सवर्णः नाम अनुस्वार अनुस्वारोत्तर अनुस्वारोत्तरवर्ति यः वर्णः तस्य वर्णस्य वर्गे यः स्थिताः ते. अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवति, परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः स्थानेन्तरतमः सूचयति. प्रथमाध्याये प्रथमपादे अन्ताशत् इति सूत्रेण सूचयति यत् यस्य स्थाने आदेशः भवति तस्य अन्तरतमो नाम सदृश आदिष्टः भवति. अग्रे पठामि वा? आम् आम् आं भगिनि पूर्णतया पठ. वर्गीयव्यञ्जनेषु वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदृश पञ्चमसदस्यः एव. अतः स्थानेन्द्रतमः इत्यस्य सहायेन अनुस्वारस्य वयि परसवर्णः इति अनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमो पञ्चमो आदेशः भवति. नाम सावर्गः प्रथमः कावर्गः तत्र द्वितीयेषु कश्चन परे अस्ति चेत् अनुस्वारस्य स्थाने ञकारः पञ्चमवर्णः एतत् वर्गीयपञ्चमवर्णः ञकारः आदेशः भवति. तदेव चकजज इतिषु कश्चन परे अस्ति चेत् ञकारस्य एतत् वर्णसमूहस्य अन्तिमवर्णः पञ्चमवर्णः आदेशः अस्ति. सवर्गीय अस्ति चेत् तत्र नकारः आदेशः एतत् एतत् वर्गीयस्थाने पञ्चमवर्णः नकारः आदेशः भवति. पावर्गीयः अस्ति चेत् तत्र मकारः अन्तिमवर्णः पञ्चमवर्णः आदेशः भवति. यथा अङ्गं योग अङ्गम् इत्युक्ते तत्र अङ्क किम् अस्ति भगिनि तत्र मञ्च मञ्च मञ्च इति आगच्छति मन्ता तत्र मन्ता इति पदं निष्पन्नं आम् वदति वा किम् अवगतवती इति? परसवर्णः इत्युक्ते अनुस्वार अनुस्वार उत्तर यः वर्णः तस्य सा वर्णः इति सूचयति. सा वर्णः नाम अनुस्वार उत्तर वर्ति यः वर्णः तस्य वर्णस्य वर्गे एव स्थितः इदम् अनन्तरम् आगच्छति. एतत् विषये अनुस्वार अनुस्वार इत्युक्ते महारसस्थाने अनुस्वारः आगच्छति. अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवति. एतदेव वयं दृष्टवन्तः अनुस्वारस्य स्थाने अन्यत वर्णः आगच्छति आदिष्टः भवति. परन्तु तेषु परसवर्णेषु अस्माभिः सः अपेक्षितः सः अपेक्षितः इत्युक्ते वयं किं तथै इच्छन्तः इति स्थानेन्द्रतमः एव तत्र एतत् सूत्रं सूचयति. स्थानेन्द्रतमः इत्युक्ते सदृशवर्णः एव. यत् यस्य स्थाने आदेशः भवति तस्य अन्तरतमः नाम सदृशः आदिष्टः भवति. अन्तरतमः इत्युक्ते एतत् वर्णः वर्णसमूहः एव तत्र समानवर्णः सदृशवर्णः एव तत्र आदिष्टः भवति. वर्गीयविनिमयेषु अनुस्वारस्य सदृशः पञ्चमसदस्य एव. एतत् वर्णः इत्युक्ते अनन्तरं दत्तवन्तः सावर्गीय पञ्चम पञ्चमवर्णः एतस्थाने नकारः आगच्छति. सावर्गीय सावर्गीय एतत् सावर्गीय एतत् सर्वम् अन्तिमवर्णः एव अनुस्वारः स्थाने आगच्छति. उदाहरणमपि दत्तवन्तः पञ्चम इत्युक्ते मन्त्र इत्युक्ते मन्ता इति तत्र पञ्चमवर्णस्य स्थाने अनुस्वारः मन्ता इति आगच्छति. उत्तमं भगिनि बहु उत्तमं कष्टं जातम् इति मन्ये. तत्र अस्माकं पुस्तकम् एकमस्ति सन्धि इति संस्कृतभारत्याः पुस्तकं यद् अस्ति चेत् वर्गात् अनन्तरं पश्यतु अथवा अहं पी डी एफ़् रूपेण प्रेषयामि. तत्र तत् पुस्तकमस्ति चेत् सप्तमपुटे एतत् उच्चारणस्थानानि इति दत्तमस्ति. अत्र यदा वयम् अनुनासिकवर्णः यदा भगिनी उक्तवती स्वीकुर्मः चेत् तस्य उत्पादनस्थानं भवति नासिका, अनन्तरं कण्ठादिः, अनन्तरं यदा अनुस्वारः इति स्वीकुर्मः चेत् तस्य उत्पत्तिस्थानं भवति नासिका इति. अतः एव सदृशतमः वर्णः इति स्वीकुर्मः चेत् अनुनासिकस्य सदृशतमः अनुस्वारः. अतः एव स्थानेन्तरतमः इति सूत्रेण सदृश आदिष्टः भवति. तदेव नासिका कण्ठादिः इति उच्चारणस्थानम् अस्ति तस्य अनुनासिकः एव तत्र. आम् आम्, न्यमगणनम् इति सूत्रम् इति यद् वर्णाः सन्ति तेषाम् उच्चारणस्थानानि नासिका, अनन्तरं कण्ठादिः, कण्ठ, तालु, मूर्धा, दन्त, ओष्ठौ सर्वे तत्र अन्तर्भूताः सन्ति. परन्तु अनुस्वारस्य उच्चारणस्थानं नासिका एव अस्ति. अतः एव तत्र सदृशतमः वर्णः अनुनासिकस्य सदृशतमः वर्णः अनुस्वारः, अनुस्वारस्य सदृशतमः वर्णः अनुनासिकः इति स्वीकुर्मः. एतत् कोष्ठमहं पी डी एफ् रूपेण एव अपि प्रेषयामि. अस्तु, तदेव अस्ति तत्र, किमपि अन्यत् किमपि नास्ति. सवर्णः इत्युक्ते यथा क वर्गे अनुस्वारानन्तरं ग आगच्छति चेत् तस्मिन् वर्गे क वर्गे सर्वे सवर्णाः इति उच्यते. अस्तु, सर्वे सवर्णाः एव, परन्तु अस्माकम् अत्र अस्मिन् सूत्रे अनुस्वारस्य सवर्णः कः इति द्रष्टव्यं, तत्तु अनुनासिकवर्णः. अस्तु, अरुणा भगिनी अग्रिमं पठति वा अनुस्वारस्य ई परसवर्णः इति. आम्, इति अनुस्वरस्य ई परसवर्ण इति सूत्रेण अनुस्वरस्य वर्गीयव्यञ्जनेषु परेषु तत्तत् वर्गस्य पञ्चमः वर्णः वर्ण आदेशो भवति. यकारः, वकारः, लकारः चापि यै प्रत्याहारे सन्ति, किन्तु वर्गीयव्यञ्जनानि न. तेषां का गतिः? यावले परे तु यङ् वङ् लङ् इत्यादेशौ भवति इति बोध्यम्. उदाहरणमपि पठतु भगिनि. सं योगाः यमः, ऐ यमः वा सै संयमः, सं योगः वत्सरः, संवत्सरः अथवा संवत्सरः, सं योगः लापः, संलापः वा असंलापः. इदानीं वदतु भगिनि, अनुस्वरस्य अनन्तरं यकार अथवा वकार लकार परतः अत्र तुल्यवर्गीयव्यञ्जनानि नास्ति, ततः ते यङ् वाङ् लाङ् इति आदेशः भवति. अत्र सदा नास्ति, तत्र यदा संयोगः यमः इति अनुस्वारस्य स्थाने किम् आदेशः भवति भगिनि? अनुनासिक यकारः. अनुनासिकयकारः भवति. तत्र एतद् भागमपि पठतु भगिनि. अधुना अनुस्वरात् परे, अधुना अनुस्वरात् परे रेफः अस्ति चेत् का गतिः? रेफः यै प्रत्याहारे अन्तर्भूतः, अतः तस्य अनुस्वरस्य यै परसवर्णः इति सूत्रेण परसवर्णादेशः स्यात्. किन्तु वस्तुस्थितिः भिन्ना, रेफस्य कः कोऽपि सवर्णः नास्ति. रेफ उष्माणां सवर्णा न सन्ति इति भाष्यम्. अतः अनुस्वराद् परे रेफ अस्ति चेत् किमपि कार्यं नास्ति, यथावत् तिष्ठति. अनुस्वराद् रेफा परतः तत्र रेफा परसवर्ण नास्ति, अतः रेफ एव अवशिष्यति. किमर्थम् इत्युक्ते रेप उष्माणं सवर्णः नास्ति, अतः इति महाभाष्ये उक्तमस्ति इति कृत्वा तत्र रेपः एव रेपस्य यदा रेपात् परे अनुस्वारः आगच्छति चेत् अनुस्वारः एव तिष्ठति. अनुस्वारः एव भगिनी अत्र विकल्पेन वा यवल विषये एव विकल्पम्, अन्यथा न. रूपद्वयं तत्र एव भवति, यवल इति विषये एव रूपद्वयं भवति, अन्यथा न. अन्यथा किमपि नित्यमेव. रेपस्य विषये एव वयं दृष्टवन्तः, तस्य तु सवर्णः नास्ति इति कृत्वा अनुस्वारः एव तिष्ठति तत्र. तत् अस्तु, अग्रे सरामः. धन्यवादः भगिनि. रामनाथन् महोदय पठति वा? आं भगिनि. देयं जयप्रत्याहारः सूचयति यत् शकार शकार सकार हकार येषु अन्यतमः परे अस्ति चेत् अनुस्वारस्य परसवर्ण परसवर्णदिशौ परसवर्ण आदेशो नैव भवति. यथा रंशयते रंशयते एव नंशयति नंशयति एव सङ्गं सङ्गंस्यते सङ्गंस्यते एव पूर्वं दृष्टवन्तः. न तु टङ्कदोषः अस्ति मन्ये भगिनि, सङ्गंस्यते आमामां तत्र तु भवति, प्रथमवारं भवति, द्वितीयवारम् एव न भवति. आम् सङ्गस्यते एव वाङ्गंस्यते इति भवति सङ्गंस्यते. तत्र तु गकारः अस्ति किल, तत्र सवर्णः अस्ति, अतः तद् प्रथमवारम् अनुस्वारस्य स्थाने सवर्णादेशः भवति, द्वितीयवारं यदा सकारे परे न भवति. पुनः वदतु. सङ्गंस्यते इति यद् उदाहरणं दत्तमस्ति, अन्तिम उदाहरणं सङ्गंस्यते, तत्र सकारात् परे गकारः अस्ति, गकारस्य तु सवर्णः अस्ति एव ञकारः. सङ्गंस्यते सकारस्य एव अनु परसवर्णः नास्ति, परसवर्णः नास्ति. किमर्थम् इत्युक्ते यै प्रत्याहारे तद् अन्तर्भूतवर्णः नास्ति, गकारः तु अन्तर्भूतः एव, अतः तत्र आम् उत्तमम्. आम् सङ्गंस्यते रूपं चालुः महोदय, मित्रौ महोदय, सङ्गंस्यते इति भवति. आम् एतद् अवगतं किल, यद् यै प्रत्याहारे शशसः नास्ति, अतः अनुस्वारस्य परसवर्ण आदेशो न भवति. परन्तु अनुस्वारः तु भवति एव नश्चापदान्तस्य जलि इति सूत्रेण अनुस्वार आदेशः भवति, परन्तु सवर्ण आदेशः न भवति. अत्र बिन्दुद्वयं मनसि भवेत्. इदानीं परन्तु रेपः तु यै प्रत्याहारे अस्ति, कारणमपि मनसि भवेत्. अस्तु, प्रश्नः उदेति, इदानीं पठतु महोदय. प्रश्नः उदेति, यदि वदिं धातो नकारादेशः भवति एव, तर्हि किमर्थं बन्द्? प्रश्नः अस्ति वा? किं सूत्रमस्ति अत्र? जलि इति उक्तवती खलु, अनुस्वारस्य यै परसवर्णः. जलि इति उक्तवती खलु, ओ जलि, नश्चापदान्तस्य जलि, नश्चापदान्तस्य जलि इति सूत्रं पूर्वम् अस्ति किल भगिनि? अनुस्वारस्य यै परसवर्णः इति सूत्रात् पूर्वं वयं पठितवन्तः नश्चापदान्तस्य जलि. महोदय प्रश्नः उदेति, यदि बदिं धातो नकारादेशः भवति एव, तर्हि किमर्थं बन्द् मूलधातु न स्यात्? तदेव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात्? उत्तरम् अस्ति यत् तत्र कतिचन कार्याणि सन्ति, यथा अनिदितां हल् उपादाय किञ्चि इत्यनेन यः धातु इदित् नास्ति तस्य धातु तस्य धातोः उपादायां स्थितस्य नकारस्य लोपः स्यात् किति निति परे, परन्तु इति चेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्यामपि दश्यां दशायामपि कस्यामपि दशायां न भवति, साक्षात् आरम्भतः नकारः अस्ति चेत् तस्य लोपः किति इति च भवति, यथा बन्द् धातौ नकारः उपस्थितः मूलधातौ, अतः किति इति परे नकारलोपः, युति बन्धनं नकारः उपस्थितः यतोहि युट् प्रत्ययः कित् अपि नास्ति ञित् अपि नास्ति, परन्तु स्वान्तरूपं बन्द् सारि मद्द सारि मद्द नकारलोपः यतोहि इत्थप्रत्यय कित् अस्ति, लबि धातोः इदितो नुम् धातोः इत्यनेन नुम् आगमः लम्ब्, अस्य नकारस्य लोपः किति इति न भवति यथा स्वान्तरूपं लम्बितः. अवगतं वा? अवगतं, परन्तु पुनः वदतु, पुनः वदेन. अस्तु, सहायम् अपेक्षितं वा? सहायम् अपेक्षितम्. माला भगिनी वदति वा? भवती एव वदतु भगिनि. अस्तु अस्तु, नास्ति चिन्ता. अस्तु, अत्र यदा अस्माकं मनसि सर्वदा प्रश्नः उदेति, यदा वधि इति धातोः पूर्वमेव किमर्थं वन्द् इति धातुः मूलधातुः न स्यात्, किमर्थम् एकं नकारः आनेतव्यम् इति प्रश्नः. अस्तु, तत्र यदा यदा लम्भि लभि इति अन्यद् धातुः अपि दत्तमस्ति. लम्ब् इति धातुः भवति तत्र मकारः लम्ब् इति एव मूलधातुः. किमर्थं न स्यात् इति प्रश्नः. प्रश्नस्य उत्तरम् अस्ति तत्र कानिचन कार्याणि सन्ति, अतः एव मूलधातुः भिन्नं बदी इति अस्ति. अनन्तरं वयं नकारः आनयामः. किमर्थं तादृशम् इति उत्तरम् उत्तररूपेण दत्तमस्ति. तत्र एकं सूत्रमस्ति, अनिदितां हल उपधायां निति इति सूत्रमस्ति. तत्र एतत् सूत्रं वदति अनिदिताम्. अनिदिताम् इत्युक्ते यः धातुः इदित् नास्ति. इदित् इत्युक्ते वयं जानीमः ह्रस्व इकारस्य इत्संज्ञा. अनिदित् इत्युक्ते धातोः इदित् इति इत्संज्ञकवर्ण ह्रस्व इकारः इत्संज्ञकः नास्ति इति अनिदित्. तत्र धातोः उपधायां स्थितस्य नकारस्य लोपः भवति. धातोः स्थितस्य नकारस्य लोपः कदा भवति इत्युक्ते कितिङ् इति प्रत्यये परे लोपः भवति इति एतत् सूत्रं वदति. अस्माकं वधी इति धातुः स्वीकुर्मः चेत् तत्तु इदित् धातुः अस्ति. यदा वन्द् इति मूलधातुः स्यात् चेत् एतत् सूत्रेण उपधायां स्थितस्य नकारः हल उपधायाः इति दत्तमस्ति. हल् वन्द् इति हलन्तधातुः अस्ति. उपधायां स्थितस्य नकारः तस्य लोपः भवति कितिङ् इति प्रत्यये परे. कित् ङित् इत्युक्ते किम् इति प्रथमम् अवगन्तव्यं. यदा वयं तान्तरूपं स्वीकुर्मः ककारस्य इत्संज्ञा भवति, अतः तत् कित् इति तस्य नामकरणमस्ति. तत्र रूपं भिन्नता भिन्नरूपेण आगच्छति यदा एतत् सूत्रं तत्र कार्यं करोति चेत्. बन्द् योगः तान्तरूपं त इति भवति. तत्र अनिदितां हल उपदायाङिति इति सूत्रेण नकारस्य लोपः भूत्वा वधः इति भवति. तद् अस्माकम् इष्टरूपं नास्ति, अतः तत्र मूलधातुः वधी इति स्थापितं पाणिनिना. अनन्तरं वयं नकारः आनयामः. अनन्तरं यदा अस्माकं सार्वधातुकप्रत्यये परे वा आर्धधातुकप्रत्यये परे भिन्नभिन्नरूपाणि आगच्छन्ति. यत् नकारः वयम् आनयामः, वयं आगमरूपेण आनयामः, तस्य कदापि लोपः न भवति. कस्यापि सूत्रेण तस्य लोपः कदापि न भवति. नकारः तिष्ठति एव. तत्र एव अन्यत् उदाहरणम् अपि दत्तमस्ति. ल्युटि ल्युटि बन्धनम् इति रूपम् आगच्छति. तत्रापि नकारः तिष्ठति एव. किमर्थम् इत्युक्ते ल्युट् इति इति प्रत्ययः कित्वा ङित्वा नास्ति. बन्द् इति धातोः मूलरूपे एव नकारः आसीत्. मूलधातुः अस्ति बन्द्. बन्धनम् इति ल्युटि रूपम् आगच्छति. किमर्थं तत्र नकारस्य लोपः न भवति इति प्रश्ने सति तत्र कित् ल्युट् इति प्रत्ययः कित्वा ङित्वा नास्ति अतः एव. परन्तु तान्तरूपं तत्र बद्धः इति रूपं नकारस्य लोपः अनिदितां हल उपधायाम् इति सूत्रेण भवति. किमर्थम् इत्युक्ते तान्तरूपं कित् अस्ति इति कृत्वा. अवगतं वा? अवगतं. तान्तरूपं गतः पठितः भूतकालार्थे तत्र भवति कित् प्रत्ययः इति. सर्वे अवगतवन्तः वा? अत्र प्रश्नः अस्ति वा? तदेव तस्मात् कारणात् एव पाणिनिना मूलधातोः नकारः न उपदिष्टः. अनन्तरमेव वयम् आगमरूपेण नकारः आनयामः इति प्रश्नः. आम् तदेव महोदयः स्थापितवान् अस्माकं प्रश्नस्य उत्तरमेव. उत्तमं. माला भगिनी पठति वा तत्र तत्कालस्य इति? अस्तु भगिनि. तपरस्तत्कालस्य तकारात् परः यः, तकारः परः यस्मात्, द्वयोः अपि समकालस्य बोधकः. तात्परः तपरः पञ्चमी तत्पुरुषः. तः परो यस्मात् सः तपरः. बहुव्रीहिः द्वावपि अर्थौ. तस्य कालः तत्कालः. तस्य काल इव कालः यस्य स तत्कालः. षष्टी तत्पुरुषगर्भः बहुव्रीहिः तस्य तत्कालस्य. तपरः प्रथमान्तं तत्कालस्य षष्ट्यन्तं द्विपदमिदं सूत्रम्. त्वं रूपं शब्दस्याशब्दसंज्ञा इत्यस्मात् त्वं रूपम् इत्यनयोः अनुवृत्तिः. अनुदित् सवर्णस्य छाप्रत्ययः इत्यस्मात् सवर्णस्य इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य. प्रयत्नं करोमि. आम् आम्. सकारात् परः यः सकारः, तर्हि धातौ वा एतत् कस्मिन् विषये वदति भगिनि? इति वयं दृष्टवन्तः किल, इदितो नुम् धातोः इति तस्मिन् विषये. तत्र इत् इत् भवति. इत् इत्युक्ते ह्रस्व इकारः. कथं ह्रस्व इकारः इति प्रश्नस्य उत्तरम् एतत् सूत्रम्. अस्तु, इत् इति अस्ति चेत् तकारात् परः यः तकारः, परः यस्मात्, द्वयोः अपि समकालस्य बोधकः. तर्हि इत् इति स्वीकुर्मः चेत् इकारस्य अनन्तरं सकारः अस्ति, तर्हि केवलं ह्रस्व इकारस्य बोधकः. उत् इति स्वीकुर्मः चेत् तत्र अपि तकारः उकारस्य अनन्तरम् आगच्छति, अतः उकारस्य केवलं ह्रस्व उकारः एव भवति इति खलु? आम्. अस्तु, तत्र भागद्वयम् अस्ति तपरस्तत्कालस्य इति सूत्रस्य. तकारात् परः वर्णः इति तत्र पञ्चमी तत्पुरुषः अस्ति. तकारात् यस्मात् परः सः वर्णः इति बहुव्रीहिः अपि अस्ति. तत्र समासद्वयम् अस्ति. इत्युक्ते अहम् एकम् उदाहरणं ददामि. अधेङ्गुणः इति सूत्रमस्ति. प्रथम अध्यायस्य प्रथमपादस्य द्वितीयसूत्रम् अस्ति. अधेङ्गुणः इति सूत्रस्य यदा वयं सन्धिविच्छेदं कुर्मः चेत् अत् योगः एङ् तदेव सन्धिः भूत्वा अधेङ्गुणः इति आगच्छति. तत्र अत् योगः एङ् तत्र तकारः अत् इति तकारः. तकारः अकारात् परः अस्ति, अतः अकारस्य ह्रस्वकारस्य अकारस्य तपरकरणम्. अनन्तरं द्वितीयभागं तकारः एङ् इति प्रत्याहारात् पूर्वमपि अस्ति, अतः तत्र एकारस्य अपि अत्र तपरकरणं भवति. एङ् इत्युक्ते एङ् प्रत्याहारस्य सर्वे वर्णाः तत्र अन्तर्भूताः, तत्र तस्य अपि तपरकरणं भवति. इत्युक्ते ग्रहणम् एव. अस्तु, अतः एव तद् पूर्वमपि ग्रहणं, परमपि किमपि अस्ति चेत् तस्यापि ग्रहणं. तकारात् परः वर्णः, तकारः यस्मात् परः अस्ति सः वर्णः अपि इति भागद्वयम् अस्ति. अत्र तत् कालस्य इति पदम् उच्चारणकालमेव सूचयति. सर्वेषाम् उच्चारणकालः समानः इत्येव सूचयति. अत्र अत् एङ् गुणः अत् प्रथम पादे ह्रस्वकारः स्वीकुर्मः, अनन्तरम् एङ् इत्यस्मात् इत्यत्र एकारः ह्रस्वः नास्ति, दीर्घ उत्तमं दीर्घ एकारः स्वीकुर्मः. आम् अस्तु. ए ओ अपि अस्ति किल, एकारः ओकारः एकारापि दीर्घः दीर्घ दीर्घ तस्यापि तत्र स्वीकारः भवति. तर्हि तपरस्तत्कालस्य वदति तकारस्य परं वा भवतु पूर्वं वा भवतु द्वयोः समकालबोधकः एव. आम् अस्तु. तात्परः तपरः पञ्चमी तत्पुरुषः, तः परो यस्मात् सः तपरः. अस्तु. तकारः यस्मात् परः अस्ति इति स्वीकरोति चेत् अवगन्तुं शक्नुमः. तकारः यस्मात् परः सः वर्णः, यदा अस्माकम् उदाहरणे एङ् नकारात् परः अस्ति तद्वर्णः, एङ् इति प्रत्याहारस्य वर्णः, तस्यापि ग्रहणं भवति. तस्य कालः तत् कालः. आं भगिनि. आम् उच्चारणार्थम् आवश्यकः कालः समः इति. आम् उच्चारणकालः समानः इति इत्येव वदति. एतत् सूत्रस्य केचन अपवादाः सन्ति, इदानीं मास्तु, यदा वयम् अग्रे पठामः अहं वदामि. केचन वर्णानां ग्रहणं तपरस्तत्कालस्य इति सूत्रेण न भवति, कुत्रापि लिखित्वा स्थापयतु, अहम् अग्रे यदा वयं पठामः तस्मिन् समये अहं वदामि कः वर्णः तत्र न अन्तर्भूतः. सर्वत्र आत् इति वदामः वा अत् इति वदामः चेत् तपरकरणम् इति न, तत्र केचन अपवादाः सन्ति, तद् अहम् अग्रे यदा वयं पठिष्यामः अहं वदामि. अस्तु. अग्रिमपरिच्छेदमपि पठतु भगिनि. वर्णः ह्रस्वः भवतु, वर्णः ह्रस्वः भवतु, दीर्घः भवतु, तकारात् पूर्वं भवतु, तकारात् परं भवतु, यः वर्णः अनेन तकारेण संयुक्तो भवति सः तत्कालस्य एव प्रतिनिधिः. अदेन् गुणः अस्य उदाहरणम्. अनेन अकारः अत् अतः ह्रस्व अकारस्य एव प्रतिनिधिः. एन् प्रत्याहारः तकारात् परः अतः दीर्घवर्णानाम् एव प्रतिनिधिः, न तु प्लुतानाम्. अस्तु. अस्य चर्चां कृतवन्तः. अदेन् गुणः इति सूत्रे अत् भागद्वयम् अस्ति, अत् अनन्तरम् एङ्. अत् अत्र ह्रस्व अकारस्य बोधकम्, एङ् इत्यत्र दीर्घ एकारस्य बोधकं, न तु प्लुतानां केवलं दीर्घवर्ण प्लुतानाम् इत्युक्ते दीर्घात् मात्रत्रयं भवति वा? आम् आम् उत्तमं. तस्य ग्रहणं न भवति, केवलं दीर्घवर्णम् एकारः अथवा ओकारः, न तु एकारः अथवा ओकारः, तत्र केवलम् एकस्य स्वीकरणं भवति. आम् उत्तमम्. एकम् एकेन सूत्रेण एव पाणिनिना ह्रस्वस्य अपि ग्रहणस्य व्यवस्थां कृतवान्, अनन्तरं दीर्घस्य अपि व्यवस्थां कृतवान्। हा, केवलम् अ इति वदामः चेत् किमपि भवितुम् अर्हति, परन्तु त स्थापयामः चेत् केवलम् एकस्य ग्रहणं भवति इति सः उक्तवान्। धन्यवादः भगिनि। धन्यवादः। राजेन्द्रमहोदय पठति वा? आम् आं भगिनि। यस्मात् तथा वा? आम् आम्। यस्मात् ह्रस्व अचः परे तकारः संयुज्यते सः अच् केवलं ह्रस्वस्य प्रतिनिधिः न तु दीर्घस्य पलुतस्य वा। यथा इत् इत्युक्ते ह्रस्वः इकारः, अत् इत्युक्ते ह्रस्वः अकारः, उत् इत्युक्ते ह्रस्वः उकारः। अतः ह्रस्वम् अत् इति वदामः, नो चेत् व्याकरणे यदा अकारः यदि इति वदामः तदा सः अकारः अकारस्य आकारस्य अपि च आकारस्य प्रतिनिधिः। अतः महेश्वरसूत्रेषु केवलम् अ इ उ इत्यादयः ह्रस्ववर्णाः लिखिताः। ते वर्णाः ह्रस्वस्य दीर्घस्य पलुतस्य च प्रतिनिधयः। दृष्टान्ते अतः स्थाने इत् भवतु, इत् भवतु, अपि च अकारस्य स्थाने इकार भवतु भवतु, द्वयोः वाक्योः समानार्थः नास्ति। अकारः इति कथनेन अष्टादशप्रकारक आकारः गृह्यते। ह्रस्वः उदात्तः, अनुदात्तः, स्वरितः, अनुनासिकः, अननुनासिकः, दीर्घः, उदात्तः, अनुदात्तः, स्वरितः, अनुनासिकः, अनुनासिकः, अननुनासिकः, पलुतः, उदात्तः, अनुदात्तः, स्वरितः, अनुनासिकः, अननुनासिकः, अनुनासिकः इत्यनेन अष्टादश भेदाः। किन्तु तपरं स्वीकृत्य यत् अत् उच्चार्यते तत्र निश्चयेन केवलं षट् प्रकारक ह्रस्व आकारः गृह्यते। तदर्थं तपरः क्रियते, तः परो यस्मात् सः तपरः, व्याकरणे तपरकर्णम् इति उच्यते। अच्छा, इदानीं यस्मात् ह्रस्व अच्छा परे तकारः संयुज्यते सः अच् केवलं ह्रस्वस्य प्रतिनिधिः। यथा भगिनी अपि पूर्वं पठितवती, यत्र अच् परे अचः ह्रस्व अचः परे तकारः संयुज्यते सः अचः केवलं ह्रस्वस्य प्रतिनिधिः न तु दीर्घस्य, यथा यथा इत् इत् ह्रस्व इकारस्य प्रतिनिधिः, अत् ह्रस्वकारः, उत् ह्रस्व उकारः एव तस्य प्रतिनिधिः। अतः ह्रस्वम् अकारं बोधयितुम् अत् इति वदामः यथा अस्माभिः विवक्षा अस्ति ह्रस्वकारं बोधयामः तथा अत् वदामः। नो चेत् व्याकरणे यदा अकारः इति वदामः तदा सः अकारः अकारस्य आकारस्य अपि च आकारस्य प्रतिनिधिः। यथा अकारः एव वदामः तत् ह्रस्वकारः दीर्घकारः पुलुत् अकारस्य प्रतिनिधिः भवितुम् अर्हति। अतः महेश्वरसूत्रेषु केवलम् अ इ उ इत्यादयः ह्रस्ववर्णाः लिखिताः। ते वर्णाः तु ह्रस्व दीर्घ अपि च पुलुत् पुलुत् वर्णे वर्णानां कृते प्रतिनिधि दृष्टान्ते अतः स्थाने इत् भवतु, अथ स्थाने इत् भवतु, अपि च अकारस्य स्थाने इकारः भवतु, द्वयोः वाक्योः समानार्थः नास्ति। अतः स्थाने इत् भवतु, अपि च अकारस्य स्थाने इकार भवतु, द्वयोः वाक्योः समानार्थः नास्ति। अतः यथा यदि वदामः अतः स्थाने इत् भवतु न अपि च अकारस्य स्थाने इकारः भवतु, वाक्ये तत् समानार्थाः न सन्ति, तादृश अर्थः न अस्ति यथा वदामः अत् अथवा इत् अथवा उत् वदामः तत् हृष्वर्णस्य एव ग्रहणं भवति. सम्यक् भगिनी किञ्चित् आम् यत्र अतः स्थाने इत् भवतु इत्युक्ते अकारस्य स्थाने ह्रस्व अकारस्य स्थाने ह्रस्व इकारः इत्येव अर्थं. परन्तु यदा वयम् अकारस्य स्थाने इकारः भवतु इति वदामः चेत् तत्र अष्टादशस्य अपि ग्रहणं भवति, तदेव भेदः. धन्यवादः. अकारः इति कथनेन अष्टादशप्रकारक अकारः गृह्यते यथा भवती अपि उक्तवती. यथा अकारः इति वदामः तत् अष्टादशप्रकारक अकारः गृह्यते यथा ह्रस्वः, उदात्तः, अनुदात्तः, स्वरितः, अनुनासिक, अनुनासिकः, दीर्घः, उदात्तः, अनुदात्तः, स्वरितः, अनुनासिकः, अननुनासिकः, पलुतः, उदात्तः, अनुदात्तः, स्वरितः, अनुनासिकः, अननुनासिकः इत्यनेन. अपि च अत्र किं किं दत्तमस्ति, अत्र अष्टादशप्रकारक अकारः के सन्ति तेषाम् अत्र विवरणं भवति. प्रथमं तु ह्रस्व उदात्तः अनुदात् ह्रस्व भवति चेत् उदात् भवतु, अनुदात् भवतु, स्वरित् भवति, अनुनासिक अननुनासिक भवति इति तत् अष्टादशभेदाः सन्ति तत्र यथा अकारः वदामः चेत्. किन्तु तपरं स्वीकृत्य यत्र अत् उच्चार्यते तत्र निर्देश निश्चयेन केवलं षट् प्रकारः ह्रस्व अकारः गृह्यते. यथा तपर तपरं स्वीकृत्य अत् वदामः तत्र निश्चयेन षट् प्रकारकः ह्रस्व अकारः एव गृह्यते. अपि च यथा उदात्तः, अनुदात्तः, स्वरितः, अनुनासिकः, अननुनासिकः तादृशी तत् षड् भेदाः एव गृह्यते. तदा तदर्थं तपरः क्रियते तः परो यस्मात् सः तपरः. व्याकरणे तपरकर्णम् इति उच्यते. यथा तपरकर्णं भवति तथा तत् किञ्चित् विशेषवर्णस्य ग्रहणम् एव भवति, भवति अन्य वर्णाः ये सम्भवन्ति तेषां ग्रहणं न भवति. अग्रिमपरिच्छेदमपि पठतु महोदय. अस्तु. षट् प्रकारकः ह्रस्वः अकारः इत्युक्ते ह्रस्व उदात्तः, अनुनासिकः ह्रस्व उदात्तः, अननुनासिकः ह्रस्व अनुदात्तः, अनुनासिकः ह्रस्व अनुदात्तः, अननुनासिकः ह्रस्व स्वरित अननुनासिकः ह्रस्व स्वरित अनु क्षम्यतां ह्रस्व स्वरित अनुनासिकः ह्रस्व स्वरित अननुनासिकः. अस्माकं कृते अत् इत्युक्ते ह्रस्व अकारः इति चिन्त्यताम् यदा ह्रस्व अकारः यदा ग्रहणं भवति तदा तत् षट् प्रकारकः अकारस्य ग्रहणं भवितुम् अर्हति. या ह्रस्वः, उदात्तः, अपि च अनुदात्तः, अपि च स्वरितः भवितुम् अर्हति. तत् अस्मिन्नपि अनुनासिक भवतु अथवा च अननुनासिक भवतु, तत्कारणात् तत्र षट् प्रकारकः ह्रस्वकाराः भवन्ति. अस्माकं कृते तु अत् इत्युक्ते ह्रस्वकारः इति चिन्त्यताम्. अस्माभिः तथैव चिन्तनीयं यथा अत् वदामः तत् ह्रस्वकारस्य एव ग्रहणं भवति. उत्तमं, धन्यवादः महोदय. तत्र उदात्त अनुदात्तविषये अग्रिमपाठः पाठे आगच्छति. उदात्त अनुदात्त स्वरित इति विषये आगच्छति. अहम् एकं वीडियो अपि शेर् करोमि वाट्साप् अस्माकं ग्रूप् मध्ये. तद् एकवारं पश्यतु तत्र कथम् उदात्त अनुदात्त स्वरित इति आगच्छति इति. पूर्वमेव किञ्चित् अभ्यासः भवति. अस्तु भगिनी, अहं तत् वाट्साप् ग्रूप् मध्ये न अस्मि. लिङ्क् किल न, अहं यदा अस्माकं वर्गस्य अनन्तरम् एकम् ईमेल् प्रेषयामि तस्मिन् तद् लिङ्क् अस्ति भगिनि. अस्तु, अद्यापि अहं पुनः प्रेषयिष्यामि. तद् लिङ्क् स्वीकृत्य किं भवति, अहं तद् पठितुं शक्नोमि वा? आम् आम् तस्मिन् ग्रूप् मध्ये चर्चां सर्वम् आगच्छति यदा अहम् इदानीम् उक्तवती वीडियोस् अपि शेर् कर्तुं शक्नुमः तत्र एकवारं पश्यति चेत् किञ्चित् औदात्त अनुदात्त कुत् उच्चारणस्थानानि कथं भवति इति सर्वम् अवगन्तुं शक्नुमः परन्तु नूतनव्याकरणं परन्तु अहं तद् वाट्साप् ग्रूप् मध्ये न अस्मि वाट्साप् ग्रूप् अस्ति वा आम् आम् वाट्साप् ग्रूप् अस्ति तत्र अहं न तदा तदेव अहम् अद्य पुनः लिङ्क् प्रेषयिष्यामि अत्र तद् नोदयति चेत् प्रायः भवती इन्वैट् लिङ्क् किमपि आगच्छति अस्तु अस्तु धन्यवादः अहमपि न भगिनि तत्र आम् भवती अपि करोतु भगिनि अद्य अहं पुनः प्रेषयिष्यामि अद्य अस्माकं वर्गात् अनन्तरं ईमेल् द्वारा प्रेषयिष्यामि शान्तिमन्त्रमस्ति खलु ओं पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते एतत् सर्वम् उदात्तः एव अत्र कुत्रापि अनुदात्तः वा स्वरितः वा दीर्घस्वरितः वा नास्ति एतत् शान्तिमन्त्रं प्रसिद्धशान्तिमन्त्रमेव ओं पूर्णमदः पूर्ण एतत् सर्वम् उदात्तः एव तत्र उत्तमम् उत्तमं सूचना धन्यवादः भगिनि अस्तु रघुपति आचार्यमहोदय पठति वा उपधादीर्घः उपधायाञ्च धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात् हलन्तधातूनाम् उपधायां रेफः वा वकारः वा अस्ति चेत् तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति इक् इत्युक्ते इ ऊरुलृ उपधायां सप्तम्यन्तं च अव्ययम् ओके च अव्ययं सिपि धातो रुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः ओरुपधाया दीर्घः इकः इत्यस्मात् ओः ओर् इकः दीर्घः इत्येषाम् अनुवृत्तिः हलि च इत्यस्मात् हलि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धातोः ओर् ओर्वोः उपधायाञ्च इकः दीर्घः हलि तस्य उदाहरणम् अपि उदाहरणं कुद अस्ति कूर्द् कुर्द् उपदेशनुनासिक इत् कूर्द् कूर्द् उपधायाञ्च अत्र तथैव खुन् कूर्द् गुर्द् गूर्द् इति अस्ति उपधायां दीर्घसूत्रं वदति धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात् हल्परयोः हलन्तधातूनाम् उपधायां रेफः वा वकारः वा अस्ति चेत् तयोः वर्णयोः पूर्वं यः इक् इक् अस्ति तस्य दीर्घः भवति हलन्तधातूनाम् एव वा एकनिमिषं हलन्तधातूनाम् ओके हलन्तधातूनाम् उपधायां रेफवकारः अस्ति चेत् तयोः वर्णयोः पूर्वं यः इक अस्ति इक् प्रत्यारस्थवर्णाः सन्ति तेषां दीर्घः भवति इति दत्तमस्ति अनुवृत्तिसहितसूत्रमस्ति धातोः ओर्हो दट् इस् रेफवकारयोः उपधायाञ्च इकः दीर्घः हलि हलि इत्युक्ते हल् धातु अस्ति वा अथवा हल् हलि हलि इत्युक्ते हल् इत्यस्य सप्तम्यन्तं ओके ओके सर् ठीक् हल् धातु अपि अर्थः भवति ओके कुर्द् कुन्द् अस्ति कुर्द् कुर्द् अस्ति अत्र कुर्द अस्ति अत्र उपदेशनुनासिक इति सूत्रेण अनुनासिक अकारस्य लोपः भवति अत्र रक् क उ ऋ द् भवति अत्र रका रेफा अस्ति रेफात् पूर्वं यः उकारः अस्ति तत् इक् प्रत्यारस्तवर्णः अस्ति अस्ति अतः कुर्द् इति अस्ति तस्य अन्तिमरूपं भवति कूर्द् इति भवति तथैव खुर्न्द् खुर्न्ध इति अस्ति तस्य अपि उकारस्य दीर्घः भवति दीर्घः भवति किमर्थमिति चेत् तस्य परा रकारः अस्ति उपादायाञ्च सूत्रेण तस्य उकारस्य दीर्घः भवति एवञ्च गुन्द इति अत्रापि गूर्द् इति अन्तिमरूपं सिद्ध्यति उत्तमं तदेव उत्तमं तत्र निमित्तानि त्रीणि निमित्तानि सन्ति हलन्तधातुः उपधायां रेपः वकारः वा पूर्वम् इक् स्यात् इति निमित्तानि त्रीणि सन्ति अस्मिन् सूत्रे तत्र यदा महोदय उक्तवान् रेपवकारयोः इति विशेष्यम् अस्ति षष्टिविभक्त्याम् अस्ति तस्य विशेषणम् अस्ति उपधाभूतयोः हल्परयोः कीदृशरेपवकारयोः उपधाभूतयोः हल्परयोः इति तत्र विशेषणरूपेण आगच्छति तस्य इकः दीर्घः स्यात् हलीपरे इति आगच्छति अत्र वकारस्य कुत्रापि अस्ति वा वकारस्य अहं दृष्ट्वा वदामि महोदय प्रायः अत्र अभ्यासः इति दत्तमस्ति प्रायः तत्र किमपि अस्ति इति अस्तु आम् विजया भगिनी प्रश्नः अस्ति वा प्रसिद्ध उदाहरणं तत्र आस्तीर्णं निस्तीर्णम् एतत् सर्वं रेपा इति उदाहरणं ओ अस्तु महोदय धन्यवादः अमित्रा महोदय पठति वा अलोन्त्यात् पूर्व खलु अलोन्त्यात् पूर्व उपधा 1165 वर्णानां समुदाये यः अन्तिमः वर्णः तस्मात् पूर्वं यः वर्णः अस्य उपधासंज्ञा स्यात् अलः पञ्चम्यान्तम् अन्त्यात् पञ्चम्यान्तं पूर्वः प्रथमान्तम् उपधा प्रथमान्तम् अनेकपदम् इदं सूत्रम् अल् प्रत्याहारे सर्वेऽपि वर्णाः अन्तर्भूताः अच् योगहल् इति अल् सूत्रं स्वयं सम्पूर्णम् अन्त्यात् अलः पूर्वः उपधा प्रश्नः उदीयेत् रेपः तद् भिन्नवार्ता महोदय एतत् प्रथमं वदतु उपधा पदस्य संज्ञा सूत्रमस्ति अन्तिम अल् इत्युक्ते कोऽपि वर्णः अस्ति तस्मात् पूर्वं यः वर्णः अस्ति तस्य उपधासंज्ञा भवति इदानीं प्रश्नः उदेति इति पठतु महोदय प्रश्नः उदीयेत् पठतु महोदय प्रश्नः उदीयेत् रेफः इत्युक्ते कः वर्णः? यः रकारः उपरि उपविष्टः अथवा सर्वे रकारः? उत्तरं सर्वे रकाराः एव। रेफः नाम रात् इफः, इफः कश्चन प्रत्ययः, र योग इफः रेफः। अत्र प्रश्नः अस्ति, रेफ इत्युक्ते केवलं रकार उपरि उपविष्ट वा सर्वे रकारः वा? तर्हि उत्तरमस्ति सर्वे रकारः। अर्धरकारः इति किमपि नास्ति, सर्वे रकारस्य नाम रेपः। इपः इति कश्चन प्रत्ययः अस्ति, अतः तस्य नाम रेपः। धन्यवादः। किं भगिनि इपः इत्युक्ते? कश्चन प्रत्ययस्य नाम इपः इति प्रत्ययः, रयोः इपः रेपः इति नामकरणम् आगच्छति। रकारः एव, कूर्दित्यस्य अर्धरकारः अस्ति किल, ककारः उकारः ऋ इति, तस्य नाम एव रेपः इति न, सर्वे रकाराः सामान्यप्रयोगे हाफ् र अस्ति, वर्णात् उपरि चिह्नः अस्ति, तस्य रेफ इति उच्यते। परन्तु अत्र रेफ इत्युक्ते रकार, सम्पूर्णरकार भवेत्, अर्धरकार भवेत्, सर्वे समाविष्टाः इति। आम् आम्, रेपः ईक्वल् टु रकारः। अस्तु, विजया भगिनी। भगिनी एकः प्रश्नः, आम् आम्, केवलं स्वरस्य अष्टादश भेदाः एव? स्वरस्य एव, आम्, एक्सेप्शन् इस् यवल, यवल सत्यं किञ्चित्, आमां तदपि अस्ति अस्मिन् पुस्तके इति चिन्तयामि। प्रायः एतत् पुस्तकम् अस्ति चेत् समीचीनं, सन्धिः इति संस्कृतभारत्याः पुस्तकं, तस्मिन् एतद् भागं दत्तम् अस्ति, कथम् आगच्छति इति, उदात्त अनुदात्त। कस्मिन् पुटे भगिनि? चतुर्थपुटे पञ्चम सप्तम प्रथम अध्यायः, तस्मिन्नेव विषये भगिनि, बहु समीचीनम् अस्ति। अस्ति मम समीपे, परन्तु इदानीं पठनीयं। प्रथम अध्यायः बहु सम्यक् अस्ति, तत्र प्रयत्नः, आभ्यन्तरप्रयत्नः, एतत् सर्वम् अग्रे आगच्छति, बट् समयः अस्ति चेत् कृपया पश्यन्तु सर्वे। गीतासन्धिपुस्तकं वा? न न न, सन्धिः इति संस्कृतभारत्याः पुस्तकं, महाबलेश्वरभट्टमहोदयस्य पुस्तकं, लघुपुस्तकमस्ति, लघुपुस्तकमेव। अस्माकं सन्धिवर्गे अपि अस्य उपयोगं भवति, यदा सन्धिवर्गे सन्ति चेत्। आम् पी डि एफ़्, आम् पी डि एफ़्, एतत् भागस्य पी डि एफ़् अहं प्रेषयामि, सम्पूर्णपुस्तकस्य किञ्चित् कठिनं, एतद् भागम् अहं स्वयम् अवश्यं प्रेषयामि। ओ न्यूनम् एव मूल्यं तस्य। आम् सर्वे स्वीकरोतु, एतत् पुस्तकं बहु उपयोगाय। आम् आं भगिनि, सप्तमपुटे अस्ति एतत्, परन्तु तद् भागं यदा माला भगिनी पृष्टवती तत् पूर्वम् अस्ति, चतुर्थ पृष्ठे। इन्फाक्ट् यु केन् सजेस्ट् देम् टु बै त्री बुक्स्, कारकं, सन्धि अण्ड् समासम्, आल् आर् स्माल् एडिशन्स् ओन्लि, आल् विल् बि वेरि हेल्प्फुल्। आम् एतद् अस्माकं सन्धिवर्गे एतद् एतत् पुस्तकं बहु उपयोगाय भवति, सुब्रह्मण्यमहोदयस्य वर्गम् अस्ति किल, तस्मिन् एतत् बहु उपयोगं भवति। अस्तु, विजया भगिनी पठतु, विजया भगिनी अहं वदामि। आं पठतु भगिनी अग्रि। उक्तवान् वा? ओ अस्तु अस्तु ओ अस्तु अस्तु आम् पठति वा भगिनि अन्तिमपरिचय आम् अवधेयम् उपदेश अनुनासिक युत् प्रथम अध्याये द्वितीयपादे इति सूत्रेण सर्वेषाम् अजन्तानां मूलधातूनां अन्तिमस्य अचः युत् संज्ञा न भवति तदा एव युत् संज्ञा भवति यदा सः अच् अनुनासिकः अस्ति यथा लिक् इत्युक्ते तत्र अर्धखण्डः आगच्छति अनुनासिकः इति रूपेण पत् इत्यादयः दातवः किन्तु भू नि इत्यादिषु भूतकायमिति नि नै धातोः इत्यादिषु अजन्तधातुषु अन्तिमः अच्वर्णः अनुनासिकः नास्ति अतः तत्रत्यानाम् अच् वर्णानाम् इत्संज्ञा न भवति परन्तु अलङ्क्यम् इति सूत्रेण सर्वेषाम् अलङ्कमूलधातूनाम् अन्तिमस्य अलः इति युक्तसंज्ञा भवति एव वदतु भगिनि तत्र उपदेशाद्य अनुनासिक इति सूत्रेण सर्वेषाम् अजन्तानां मूलधातूनाम् अन्तिमस्य अच्वर्णः युक्तसंज्ञा एव युक्तसंज्ञा न भवति तत्र पूर्वमेव तिष्ठति तथा एव युक्तसंज्ञा भवति यदा सः अच् अनुनासिकः नास्ति यदा लिक् अस्ति एतत् सर्वम् अन्तिमस्वरः अनुनासिकः अस्ति चेदेव इत्संज्ञा भवति किन्तु भूमि इत्यादिषु अजन्तदासेषु अन्तिम अस्वर्णः अनुनासिकः नास्ति अतः तत्र एतत् किम् अस्ति भगिनि तत्र तत्रत्याम् इत्युक्ते तत्र यद् अच्वर्णः अस्ति तस्य इत्संज्ञा न भवति तत्र स्थित्याम् एतत् सर्वम् अलङ्क्यम् इति सूत्रेण सर्वेषाम् अलङ्कमूलधातूनाम् अन्तिमस्य हलः युत् इति संज्ञा भवति एतत् उदाहरणं तत्र पत् इति पठति वङ्ग् इति वदति एदति एतत् सर्वं तत्र अनुनासिक अज अनुनासिकरूपेण आगच्छति उपरि अर्थबिन्दुः चन्द्रबिन्दुः आगच्छति एतत् सर्वं निष्कासयामः तत्र युतसंज्ञा इति भवति अतः पन् इति उपरि आगतं तत्र चन्द्रबिन्दुः युतसंज्ञा भवति तत्र पठति एव तिष्ठति वङ्ग् इद् उपरि अर्धबिन्दुः चन्द्रबिन्दुः अस्ति एतत् वदति इति परिवर्तनम् आगच्छति तत्र इष्टङ्गा भवति एवम् इद् उपरि अन्नसुक इति चिह्नम् अस्ति एतदपि इष्टङ्गा भवति अतः एतत् इति आगच्छति उत्तमं धन्यवादः भगिनि तत्र यदा तद् अन्तिमवाक्ये दत्तमस्ति तदपि मनसि भवेत् हलन्त्यमिति सूत्रेण मूल हलन्तमूलधातूनाम् अन्तिम हलस्य एव इत्संज्ञा भवति मूलधातुः भवेत् उपदेश अवस्थायां भवेत् इति सर्वदा स्मर्तव्यम् अस्तु अभ्यासः प्रति गच्छामः तत्र त्रयाणाम् इति किं भगिनि तत्रत्यानाम् अच्वर्णानां तत्र स्थितानाम् इति अर्थः अस्ति परन्तु तस्य सन्धिविच्छेदम् अहं किञ्चित् चिन्तयित्वा वदामि महोदय अस्तु अनेक संशयः अस्ति संख्या नास्ति वा भगिनि तत्र त्रयाणाम् इति संख्या नास्ति वा तत्र त्रयाणाम् इति न गच्छति तत्र त्यानां त्रयाणां न भगिनि त्रयाणाम् अस्ति चेत् तत्र नत्वं भवति किल तत्रत्यानाम् इत्येव अस्ति किमपि सन्धि एव किम् इति इदानीं मनसि न आगच्छति. तदपि अस्ति, तदेव अहमपि चिन्तयामि. तत्र स्थितानाम् इति अर्थः भवति. वदतु महोदय. नश्चापदान्तस्य जलि सूत्रे मम संशयः. अपदान्त पदस्य विवरणं कृत्वा भवती उक्तवती. पदम् इति सुप्तिङन्तं पदं, यः पद नास्ति तः सः अपदं, तस्य अन्तम् इति सम्यक् न नास्ति इति मन्ये. इत्युक्ते नञ् तत्पुरुषसमासः अन्ते आगच्छति. यदा समस्तपदम् अस्ति तस्य यदि नञ् तत्पुरुषः आगच्छति, सो देट् नञ् पार्ट् अप्लैस् एट् दि एण्ड्. सो अपदान्त मीन्स् पदान्त नास्ति इति. नाट् अपदस्य अन्त, इट् इस् पदान्त नास्ति केवलं. तदेव अहमपि उक्तवती किल. पदम् अस्ति वा नास्ति वा इति विषयः नास्ति अत्र. तत् सम्यक् एव, तत् सम्यक् एव. परन्तु यद् यदा रामान् इति स्वीकुर्मः तत्तु पदमस्ति, सुबन्तं पदमस्ति, तस्य अन्ते नकारः अस्ति. तत्र नश्चापदान्तस्य जलि इति सूत्रेण नकारस्य अनुस्वारादेशः न भवति. तदेव तदेव पदम् इत्यस्य विवरणं मुख्यम्. अपदम् इति पदम् अस्ति वा इत्येव मम संशयः अस्ति. पदं नास्ति इति स्वीकुर्मः रामान् अत्र पदान्तस्य अस्ति, पदान्तस्य नकारः रामान् इति उदाहरणम्. अपदान्तस्य नकारः यदा वयं बन्द् इति धातुः स्वीकुर्मः चेत् चिन्तयतु भगिनि. न महोदय, तादृशं नास्ति. किमर्थमित्युक्ते वयम् एतद् अभ्यासं किञ्चित् षड् मासं वा वयं कृतवन्तः. पदम् इत्युक्ते किम्, अपदान्ते इत्युक्ते किम्, नकारः कुत्र भवेत् इति. अत्र मध्ये अस्ति इति कृत्वा अपदान्तः इति न वक्तुं शक्नुमः महोदय. पदस्य अन्ते नास्ति इति कृत्वा पदम् इत्यस्य लक्षणं किम् इति अवगन्तव्यम्. तर्हि धातु अत्र दत्तमस्ति किल, पदस्य अन्तः पदार्थः, न पदान्तः अपदान्तः. मध्ये इति कृत्वा अपदान्तः इति न वक्तुं शक्नुमः महोदय, तत्तु दोषः एव. किमर्थं दोषः भगिनि? किमर्थम् इत्युक्ते अपदान्तः इत्यस्य विवरणम् अस्ति यत् पदं नास्ति इति. यत् पदं नास्ति तस्य अन्तः. पदान्तः नास्ति अपदान्तः. अस्तु, अहं क्रेश् मैण्ड् कृत्वा चिन्तयित्वा वदामि महोदय. As far as I know, padante means it should be padam and anta. Padante means it is not padam but anta. No, no. It is not padanta, that's all. Because the na always comes to the end. Like we took that anidit, right? Anidit. You're talking it is a padam but not anta? No. It just means not at the end of a pada. No, it is sutra itani martha. It doesn't mean at the end of a non-pada. It means not at the end of a pada, which includes if it is a, whether it's a pada or not, it should not be at the end. It's a matter of... Na kimartam ityukte aham vadami agre bahushu sutreshu yetad apadante iti agacchati tatra ante etad nimittani santi kam vadami Rajendra Mahodaya kimapi smarane asti va वयं कृतवन्तः किल वर्गे अत्र तु पाण्डित्यम् आवश्यकी तत् तथा अहं न वदामि किमपि न इट् इस् गिवन् पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः दट् इस् द वे इट् हस् बीन् परन्तु मध्ये अस्ति इति अपदान्तः नास्ति महोदय तद् अहं न दट् इस् जस्ट् एक्स्प्लेनेशन् तद् नास्ति इदानीम् उदाहरणं मनसि किमपि न आगच्छति वयं बहु कृतवन्तः वर्गे आं वदतु भगिनि अत्र सूत्रं वदति नश्च पदान्तस्य झलि इत्युक्ते अनुस्वारस्य अनन्तरं झल् वर्णः अस्ति चेत् तदा एव अनुस्वारादेशः भवति तर्हि तत्र झल् वर्णः नकारस्य अनन्तरं भवेत् इति वदति खलु तदा एव अनुस्वारादेशः भवति आम् तदपि समीचीनमेव अतः मध्ये इति किमपि नास्ति किल तत्र मध्ये किमपि तथा न वदति परन्तु तस्मात् प्राक् अनन्तरं हल् वर्णः भवेत् वदति निमित्तम् अस्ति आम् झलि परे इति निमित्तम् अस्ति तत् सम्यक् एव अहं चिन्तयित्वा वदामि अमित्रा महोदय अहम् ईमेल् द्वारा प्रेषयिष्यामि वयं कृतवन्तः मध्ये नास्ति तद् अहं वित् कान्फिडेन्स् अहं वदामि मध्ये अस्ति इति कृत्वा तद् अपदान्तः इति कदापि नास्ति दृष्ट्वा वदामि मूर्धन्यः they never indicate the position antava adava based on this way they never indicate tad nasti bahini yete to aditum ichami tadni padantasya iti se tatra asya adhyaye chatutha pade chaitya grinchati iti sutrena padantasya iti se tatra sapti ekavachanam पदस्य अन्तः पदान्तः तस्य इति आगच्छति तत्र षष्टितत्पुरुषः इति न अद्भुत वाङ्मयि एतद् अवयवो अपि तत्र रसाभ्यां नो नः संहितायाम् एतत् आगच्छति पदान्तस्य नकारस्य नत्वं नूतन्यनकारः आदेशः न भवति वृक्षान् तत्र वृक्षान् तत्र नकारः एव आगच्छति न तत्र मूर्धन्यनकारः एतत् उदाहरणं दत्तवन्तः पदान्तस्य विषये अनन्तरं भवान् उक्तवान् खलु अष्टाध्यायी मध्ये चतुर्थपादे पञ्चाशत् इति त्री फिफ्टि फैव् इति सूत्रमध्ये अपान्तस्य अपदान्तस्य इत्युक्ते तत्र षष्टि एकवचनं मूर्धन्यः इति प्रथमविभक्ति एकवचनमेव पदस्य अन्तः पदान्तः षष्टितत्पुरुषः न पदान्त अपदान्तः तस्य तत्र नञ्जितत्पुरुषः एव भवती एव उक्तवती तत्र न नञ्जितत्पुरुषः आगच्छति मूर्धनि भवो मूर्धन्यः एतदेव तत्र षष्टिपुरुषं तत्र धन्यवादः मध्ये न तद् अहं जानामि पदा अपदान्तस्य उदाहरणमहं किञ्चित् चिन्तयित्वा प्रेषयामि महोदय अस्तु समयः जातः अस्तु अत्र एतद् अभ्यासः अस्ति किल तद् कृपया पूरयतु गृहपाठरूपेण 35 ऐ थिङ्क् प्रायः 35 अस्ति कृपया पूरयतु एका सूचना अस्ति अहं किञ्चित् वर्गं समाप्य वदामि निमिषद्वयं तिष्ठतु धन्यवादः